श्रुति विप्रतिपन्नाते यदा स्थास्यति निश्चला समाधावजला बुद्धि तदा योगम् अवाप्स्यति। अर्जुन उवाच स्थिता प्रज्ञस्य का भाषा समाधिस्थस्य केशव स्थितधिक्किं प्रभाषेत किमाशीत व्रजेत किम्। श्री भगवानुवाच प्रजहारी यदा कामान् सर्वान् पाता मनोगतान् आत्मनेवात्मना तुष्टः स्थिता प्रज्ञस्तदोच्यते दुःखे स्वानुद्विग्नमनः सुखेषु विगत स्पृहः वीररागा भय क्रोधः स्थितधिर्मुनिरुच्यते यः सर्वत्र न विस्नेह सततप्राप्य शुभाशुभम् नाभिनन्दाति न द्वेषी तस्य प्रज्ञा प्रतिष्ठिता। यदा संहरते चायम् कुर्मोङ्गानीव सर्वशः इन्द्रियाणीन्द्रियार्थेभ्य तस्य प्रज्ञा प्रतिष्ठिता। विषया विनिवर्तन्ते निराहारस्य देहिनः रसवर्जम् रसोऽप्यस्य परम् दृष्ट्वा निवर्तते यततो यापि कौन्तेय पुरुषस्य विपश्चितः इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभम् मनः तानि सर्वाणि संयम्य युक्त आसीत मत्परः वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता। ध्यायतो विषयान् पुंसः सङ्गस्तेषूपजायते सङ्गात् सञ्जायते कामः कामात् क्रोधोऽभिजायते क्रोधात् भवति सम्मोह सम्मोहात् स्मृतिविभ्रमः स्मृतिभ्रंशात् बुद्धिनाशो बुद्धिनाशात् प्रणश्यति। रागद्वेषाभियुक्तैस्तु विषयाणिन्द्रियेश्वरम् आत्मवशीर्विधेयात्मा प्रसादामधिगच्छति प्रसादे सर्वदुःखानाम् हानिरश्चोपजायते प्रसन्न चेतसो याशु बुद्धि पर्यावतिष्ठते। नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना न च भावयः शान्ति अशान्तस्य कुतः सुखम् इन्द्रियाणाम् हि चरणम् यन्मनो नो विधीयते तदस्य हरति प्रज्ञाम् वायुर्नावामि बम्भसि तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः इन्द्रियाणीन्द्रियार्थेभ्य तस्य प्रज्ञा प्रतिष्ठिता।